गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदयविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं तर्हि इदानीमपि पुनस्मारणं जायमानमस्ति अस्तु प्रथमं किं कुर्मः अत्र गृहपाठः यदासीत् तस्मिन् विषये किञ्चित् चिन्तयामः तस्मात् पूर्वं रमेशमहोदयेन तत्र एकं चित्रं निर्मानितं निर्माणं कृतं खलु तस्मिन् विषये रमेशमहोदय भवान् एव किञ्चित् प्रतिपादयति वा कथं वा निर्मातं तत्र किं किं दत्तमस्ति भवता इति हा महोदय तत्र एतत् सेट् डायग्राम् अस्ति सेट् वेन् डायग्राम् अस्ति तत्र त्रयः दलं मया स्वीकृतं त्रीणि दलानि स्वीकृतं संस्कारजन्यः इति प्रथमं दलं संस्कारभिन्नजन्यः इति द्वितीयदलं ज्ञानम् इति तृतीयदलं तर्हि यत्र यत्र संस्कारजन्यः अपि अस्ति तादृशज्ञानमपि अस्ति संस्कार तत् द्वयोः नीलवर्णवलयं यः नीलवर्णवलये अस्ति तत् सर्वं संस्कारजन्यः तर्हि नीलवलये संस्कारध्वंसः अस्ति स्मृतिः अस्ति प्रति अभिज्ञा अस्ति रक्तवर्णवलये यत्किमपि अस्ति तत् संस्कारभिन्नजन्यः अस्ति तर्हि तस्मिन् वलये घटः अस्ति प्रति अभिज्ञा अपि अस्ति अनुभवः अपि अस्ति केसरिवलये यत् ज्ञानं तद् केसरिवलये अस्ति तर्हि तत्र ईश्वरस्य ज्ञानमस्ति प्रत्यभिज्ञा अस्ति स्मृतिः अस्ति अनुभवः अपि अस्ति तर्हि यदि वयं मम इच्छा अस्ति स्मृतेः दलसार्थक्यं तर्हि तत्र लक्षणवाक्यं किं दत्तमस्ति संस्कारजन्यत्वे सति संस्कारभिन्न अजन्यत्वे सति ज्ञानत्वम् इति तर्हि संस्कारभिन्न अजन्यत्वम् इत्युक्ते किं यत् रक्तवर्णवलये न अस्ति तत् संस्कारभिन्न अजन्यत्वं तर्हि रक्तवर्णे वलये यत्किमपि अस्ति यत्किमपि नास्ति तदेव स्वीकरणीयं तर्हि आकाशः बहिः अस्ति तदपि स्वीकरणीयम् ईश्वरस्य ज्ञानं तदपि रक्तवर्णवलये बहिः अस्ति तदपि स्वीकरणीयं स्मृतिः अस्ति संस्कारध्वंसः अस्ति तर्हि संस्कारभिन्न अजन्यत्वम् इत्युक्ते तद् सर्वं स्वीकरणीयं तर्हि यदि दलसार्थक्यं कुर्मः यदि वयं वदामि संस्कारभिन्न अजन्यत्वं स्मृति इति लक्षणवाक्यम् अस्ति चेत् तद् कुत्र कुत्र अतिव्याप्तिः भवति इति चित्रे द्रष्टुं वक्तुं शक्यते यदि केवलं संस्कारभिन्न अजन्यत्वम् इति स्वीकुर्मः तर्हि चित्रे बहिः यत्किमपि अस्ति तद् यदि स्मृतिः न अस्ति तर्हि तत् अतिव्याप्तिः तर्हि आकाशे अतिव्याप्तिः भवति ईश्वरस्य ज्ञाने अतिव्याप्तिः भवति संस्कारध्वंसे अपि अतिव्याप्तिः भवति यदि केवलं ज्ञानम् इति स्वीकुर्मः तर्हि कुत्र अतिव्याप्तिः भवति, अनुभवः इति अनुभवे अतिव्याप्तिः भवति, तृतीयविज्ञायाम् अपि अतिव्याप्तिः भवति। यदि तृतीयदलं स्वीकुर्मः, यदि केवलं संस्कारजन्यत्वं एव दलं, संस्कारजन्यत्वम् एव स्मृतेः लक्षणम् इति स्वीकुर्मश्चेत् अतिव्याप्ति संस्कारध्वंसे अपि भवति, प्रति अभिज्ञा अपि भवति। यदि संस्कारजन्यत्वे सति संस्कार अजन्यत्वम् इति स्वीकुर्मश्चेत् तर्हि रक्तवर्णवलये न भवेत्, नीलवर्णवलये भवेत्। तर्हि अतिव्याप्ति कुत्र अस्ति? प्रति अभिज्ञायाम् अतिव्याप्तिः अस्ति। प्रति अभिज्ञायां न, प्रति अभिज्ञां न, रक्तवर्णवलये न भवेत्, पीतवर्णवलये भवेत्, संस्कारध्वंसे अतिव्याप्तिः अस्ति। यदि संस्कार यदि संस्कारजन्यः अपि ज्ञानं, तर्हि संस्कारजन्यत्वे सति ज्ञानत्वम् एव लक्षणम् इति स्वीकुर्मश्चेत् अतिव्याप्तिः कुत्र भवति? अतिव्याप्तिः तत्र प्रति अभिज्ञायाम् अतिव्याप्तिः भवति। तत् प्रति अभिज्ञायां केसरिवर्णवलये अस्ति, नीलवर्णवलये अपि अस्ति, स्मृतिः अपि अस्ति, परन्तु प्रति अभिज्ञा अपि अस्ति। यदि संस्कारभिन्न अजन्यत्वे सति ज्ञानम् इति लक्षणवाक्यं स्वीकुर्मश्चेत् तत्र रक्तवर्णवलये न भवेत्, पीतवर्णवलये भवेत् इति स्थितिः भवति। तर्हि रक्तवर्णः न भवेत्, पीतवर्णः भवेत्, तर्हि स्मृतिः अपि अस्ति, ईश्वरस्य ज्ञानमपि अस्ति, तर्हि अतिव्याप्तिः ईश्वरस्य ज्ञाने भवति। तर्हि यदि त्रयः स्वीकुर्मः, संस्कारजन्यत्वे सति संस्कार अजन्य संस्कारभिन्न अजन्यत्वे सति ज्ञानत्वम् इति स्वीकुर्मः चेत् तर्हि रक्त पीत नीलवर्णवलये भवेत्, रक्तवर्णवलये न भवेत्, पीतवर्णवलये भवेत्, तर्हि केवलं स्मृतेः लक्षणं पतति। उत्तमं महोदय, अत्र भवतः चिन्तनं बहु समीचीनमस्ति। इत्युक्ते तत्र चित्ररूपेण कथं वा अवगन्तव्यं, यत्र इण्टर्सेक्षन् भवति तत्र किं स्थापनीयम् इति बहु समीचीनतया भवता कृतम्, अपि च सर्वैः एतादृशं करणीयं, नो चेत् अवगमने क्लेशः भवति। इत्युक्ते यद्यपि महोदयेन बहु किमपि उक्तं, स्वचिन्तनं न कुर्मश्चेत् किमपि न अवगन्तुं शक्यते। तर्हि संस्कारजन्यः, संस्कारभिन्नजन्यः, संस्कारभिन्न अजन्यः, संस्कार अजन्यः इति एतादृशानि चिन्तनानि करणीयानि सर्वैः। अस्तु, अत्र यत् महोदयेन दत्तमस्ति तस्य चिन्तनात् पूर्वम् अत्र चित्रं कथं कृतम् इति महोदयेन प्रतिपादितं, किन्तु तत्र सर्वं समीचीनतया अस्ति वा इति चिन्तनात् पूर्वं गृहपाठद्वयं मया दत्तमस्ति, चिन्तयित्वा पुनः चित्रं प्रति आगच्छामि। अत्र संस्कार प्रथमगृहपाठः आसीत् संस्कारम् इत्यनेन इन्द्रियमेव किमर्थं स्वीकर्तव्यम्? अत्र संस्कारभिन्न इत्युक्ते यद्यद् लोके संस्कारः नास्ति ये पदार्थाः संस्कारः न सन्ति तेषां सर्वेषां ग्रहणं कर्तुं शक्नुमः, किन्तु पुस्तके किं लिखितमस्ति? स्मृतिर्लक्षणे अपि संस्कारभिन्नम् इन्द्रियं विवक्षितम्। किमर्थमत्र इन्द्रियमेव स्वीकर्तव्यम् इति प्रश्नः आसीत्, तस्य उत्तरं कोऽपि वदति वा? मेहुल् महोदय? आं महोदय, अहं मन्ये इन्द्रियेण एव ज्ञानं प्राप्नोमि, यत्किमपि पश्यामः अथवा द्रक्ष्यामः अथवा शृणोमि अथवा स्पर्शः करोमि, ते सर्वे इन्द्रियेण तस्यां ग्रहणं भवति। अतः इन्द्रियेण एव अन्ततो गत्वा अस्माकम् आत्मनि ज्ञानं जायते। अतः अत्र संस्कारभिन्नं अजन्यत्वम् इति पश्यामः चेत् तत्र इन्द्रियम् एव विवक्षितम् अस्ति। किमर्थम् इत्युक्ते इन्द्रियेण एव ज्ञानं प्राप्नुमः खलु। तत्तु सत्यम्, इन्द्रियेण एव ज्ञानं प्राप्यते इति तु सत्यं, किन्तु अस्मिन् लक्षणवाक्ये भिन्न अत्र दल द्वितीयदले संस्कारभिन्न अजन्यत्वम् इत्यत्र भिन्न इत्यनेन किमर्थम् इन्द्रियमेव स्वीकर्तव्यम्? न जानामि महोदय, क्षम्यताम्। न अत्र भवान् सर्वम् अवगच्छति एव, किञ्चित् इतोपि अग्रिमम् एकं सोपानं चिन्तनीयं तावदेव। श्रीराम महोदय चिन्तनमस्ति किम्? श्रीराम महोदय? अस्तु महोदय, अहं चिन्तयामि तत्र स्मृतिः अपि ज्ञानम् अस्ति, तत्र अनुभवस्य अपि सामान्यज्ञानम् अस्ति, अत्र अन्यपदार्थानां स्वीकारणेन तत्र अतिव्याप्ति वदामश्चेत् तद् सम्यक् न भवति। इदानीं ज्ञानं तु इन्द्रियेण जायते इति कृत्वा तादृशं भवति इति अहं चिन्तयामि महोदय। तत्र किं रिलेशन् अस्ति, कश्चन सम्बन्धः अस्ति, सम्बन्धेन यत्किमपि वदामश्चेत् किञ्चित् क्लेशः भवति इति। अस्तु, तर्हि सम्बन्धः कः? अत्र इन्द्रियेण एव तत्र ज्ञानं भवति, ज्ञानेन संस्कारः, तदनन्तरं स्मृतिः, तादृशक्रमः अस्ति तत्र। इत्यतः इन्द्रिय संस्कारभिन्नम् इत्यनेन अत्र इन्द्रियमेव स्वीकर्तव्यम् इति नास्ति खलु? तु तत्र स्मृतिः एकं ज्ञानम् अस्ति, तत्र अनुभवस्य अपि तत्र सामीप्यम् इत्युक्ते सादृश्यम् अस्ति, अनुभवपि ज्ञानम् अस्ति, तदा अनुभवस्य जनकम् अस्ति। तत्सर्वं सत्यं, यत् यत् महुल् महोदयेन उक्तं, यत् भवता उक्तं, तत्सर्वं सत्यमेव, किन्तु मम प्रश्नस्य उत्तरम् अस्तु रमेश् महोदयेन चिन्तितं वा इति द्रक्ष्यामः। रमेश् महोदय वदतु। अत्र इन्द्रियेण यत् ज्ञानं जायते तत् स्मृतिः तत् प्रत्यभिज्ञापि अस्ति, तद् न इष्टं, तर्हि यदि इन्द्रियस्य जन्यत्वज्ञानम् एव तद् निष्कासयामश्चेत् स्मृतेः लक्षणं पतति, तर्हि अत्र मम प्रश्नः प्रश्नस्य उत्तरं ददातु महोदय। संस्कारभिन्नम् अत्र भिन्नम् इति पदेन यत्किमपि स्वीकर्तुं शक्यते, आकाशः अपि संस्कारभिन्नमस्ति, घटः अपि संस्कारभिन्नमस्ति, यत्किमपि संस्कार अत्र लोके ये पदार्थाः सन्ति ते सर्वे संस्कारं विहाय भिन्नाः सन्ति खलु, किन्तु अत्र संस्कारभिन्नम् इति पदेन इन्द्रियमेव किमर्थं विवक्षितम्? तत्र इन्द्रियमेव संस्कारभिन्नम् इत्युक्ते इन्द्रियं किमर्थं चेत् इन्द्रियेण एव ज्ञानं जायते, तर्हि यदि तदेव मेहुल् महोदयेन उक्तं खलु इन्द्रियेणैव ज्ञानं जायते इति, तत्तु सत्यं। स्मृतिः अपि इन्द्रियेण ज्ञानं जायते, ज्ञानेन संस्कारः जायते, संस्कारेण स्मृतिः जायते, एतत् सर्वं सत्यं। किन्तु किमर्थम् अत्र लिमिट् कर्तव्यं संस्कारभिन्नम् इति? किमर्थम् इन्द्रियमेव स्वीकर्तव्यम्? साधारणकारणम् साधारणकारणम् अपि अस्ति इति कृत्वा केवलम् इन्द्रियम् असाधारणकार्यम् इति तत्र स्वीकुर्मः। अस्तु, अत्र भवन्तः सर्वे जानन्ति एव मम चिन्तनं। हा वदतु भगिनि। संस्कारेण एव इन्द्रियेण न इति वक्तव्यं वा? न न, अत्र प्रश्नः अस्ति संस्कारभिन्न इति पदमस्ति खलु, संस्कारात् भिन्नः, संस्कारभिन्नः चेत् पञ्चमी तत्पुरुषसमासः संस्कारभिन्नः इत्यनेन केवलम् इन्द्रियमेव स्वीकर्तव्यं, तदेव विवक्षितम् इति अत्र पुस्तके लिखितं, किमर्थम् इति प्रश्नः। विशेषार्थः स्वीकृत्य हा, अत्र संस्कारभिन्नं संस्कारात् भिन्नं बहु किमपि अस्ति खलु लोके, किमर्थम् अत्र केवलम् इन्द्रियाणि एव स्वीकृतानि, षड् इन्द्रियाणि सन्ति आहत्य? संस्कारभिन्नम् इत्यनेन घटः किमर्थं न स्वीकृतः, आकाशः किमर्थं न स्वीकृतः इति चेत्, अत्र दलत्रयं, यत्र यत्र दलत्रयं वर्तते तत्र पश्यतु, ज्ञानम् इति एकं दलमस्ति खलु, ज्ञानत्वं, तर्हि यत्किमपि स्वीकुर्मः तत्र ज्ञानत्वं भवेत् इति कृत्वा अत्र इन्द्रियेण एव यत् जायते, इन्द्रियेण यत् यस्य जननं भवति तत्तु ज्ञानमेव भवेत्, इन्द्रियेण अन्यत् किमपि न जायते, केवलं ज्ञानमेव जायते इति कृत्वा संस्कारभिन्न इति पदेन अत्र इन्द्रियं विवक्षितम् इति दत्तमस्ति। अत्र तृतीयदलमस्ति ज्ञानं, नो चेत् ज्ञानत्वम् इति तृतीयदलमस्ति इति कृत्वा अत्र अन्यत्र अतिव्याप्तिः वदामश्चेत् अत्र इत्युक्ते संस्कारभिन्न अजन्यत्वम् इति तादृशचिन्तनं कुर्मश्चेत् अत्र भिन्न इति पदेन इन्द्रियं विहाय यत्किमपि स्वीकुर्मश्चेत् अत्र प्रयोजनं नास्ति, तत् तद्विवक्षायामेव नास्ति इति कृत्वा संस्कारभिन्नम् इत्यनेन इन्द्रियमेव विवक्षितं, तर्हि प्रश्नस्य उत्तरम् एवमस्ति, ज्ञानत्वम् इति लक्षणे लक्षणवाक्ये एकं दलमस्ति इति कृत्वा संस्कारभिन्नम् इत्यनेन इन्द्रियं स्वीकृत्य इन्द्रियजन्यत्वम् इन्द्रियजन्यत्वम् अस्तु। तर्हि द्वितीयप्रश्नस्य उत्तरमपि दृष्ट्वा पुनः रमेशमहोदयस्य किं चित्रं प्रति आगच्छेम। अत्र द्वितीयप्रश्नः अस्ति, येषु लक्षणवाक्येषु, एतदपि रमेशमहोदयेनैव चिन्तितमस्ति, बहु समीचीनचिन्तनमस्ति, येषु लक्षणवाक्येषु दलत्रयं वर्तते तत्र षट् सम्भावनाः भवन्ति, एकं दलं स्वीकृत्य द्वितीयं दलं, प्रथमदलं स्वीकृत्य द्वितीयदलं स्वीकृत्य तृतीयदलं स्वीकृत्य तदनन्तरं प्रथमदलं द्वितीयदलं मिलित्वा स्वीकृत्य प्रथमदलं तृतीयदलं मिलित्वा स्वीकृत्य द्वितीयदलं तृतीयदलं मिलित्वा स्वीकृत्य, अत्र पुस्तके तादृशचिन्तनं करणीयम् इति प्रदर्शितम्। किन्तु प्रश्नः इदानीं, येषु दल लक्षणवाक्येषु दलत्रयं वर्तते, नो चेत् दलत्रयस्यापि अधिकं वर्तते, तत्र प्रत्येकं दलं स्वीकृत्य दलसार्थकस्य आवश्यकता अस्ति वा न वा इति चिन्तयन्तु इति प्रार्थितं। तत्र मेहुल् महोदय, भवतः चिन्तनं किम्? प्रत्येकस्मिन् प्रत्येकं दलं स्वीकृत्य तत्र प्रत्येकदलस्य आवश्यकता अस्ति वा न वा इति प्रश्नः खलु. न न, प्रत्येकं दलं स्वीकृत्य एकं दलं स्वीकृत्य दलसार्थक्यं करणीयं वा इति प्रश्नः. ओ अस्तु, एकं दलं स्वीकृत्य दलसार्थक्यं करणीयमिति आवश्यकता अस्ति वा न? अहं मन्ये यदा एकाधिकदलानि सन्ति चेत् तत्र एतत् हा दलसार्थक्यं करणीयम् एव. किमर्थम् इत्युक्ते न कुर्मः चेत् तत्र अतिव्याप्तिः कुत्र कुत्र भवति इति न ज्ञातुं शक्नुमः. अतः एकं दलं स्वीकृत्य अपि च दलद्वयम् अथवा दलद्वयमपि स्वीकृत्य करणीयं. तर्हि भवान् वदति एकं दलं स्वीकृत्यापि दलसार्थक्यं करणीयम् इति भवान् वदति. अस्तु, श्रीराम महोदय, भवतः चिन्तनं किम्? महोदय, अहं चिन्तयामि यदा वयं लक्षणं वदामः अत्र अधिकं पदानि न भवेत्, न्यूनपदानि न भवेत्, यानि पदानि सन्ति लक्षणवाक्ये तत् सर्वं सम्यक् भवेत्. इत्युक्ते इदानीम् उदाहरणार्थं संस्कारजन्यत्वं, संस्कारभिन्नजन्यत्वे जन्यत्वम् इति वदामः, ज्ञानत्वं त्यजामः, तदापि तत्र लक्षणवाक्यं साधयामश्चेत् तदा ज्ञानत्वस्य आवश्यकता नास्ति. इदम् एतादृशं प्रत्येकं पदस्य किं शोधनेन तत्पदम् आवश्यकं वा लक्ष्ये इति चिन्तनीयम्. अस्तु, तर्हि भवानपि वदति एकं दलं स्वीकृत्यापि दलसार्थक्यं करणीयम् इति चिन्तयामि. ज्ञानत्वम् आवश्यकं, ज्ञानत्वं भवतु. अस्तु, रमेश महोदय, भवान् वदतु इदानीम्. सर्वे दलं स्वीकृत्य एकं दलं त्यक्त्वा यदि दलसार्थक्यं कुर्मः तर्हि वयं वक्तुं शक्यते, अस्माभिः वक्तुं शक्यते तत् दलम् आवश्यकं वा न इति वक्तुं शक्यते. तर्हि दलसार्थक्यार्थम् एकं दलं त्यक्त्वा तस्य दलसार्थक्यं कर्तुं शक्यते. यत्र अतिव्याप्तिः एकं दलं त्यक्त्वा भवति तत् यदि त्रीणि दलानि सन्ति तर्हि यदि एकं दलं त्यक्त्वा अतिव्याप्तिः अस्ति चेत् द्वितीयं दलं त्यक्त्वापि तदेव अतिव्याप्तिः अपि भवति इति यदि चित्रं वयं पश्यामः तदेव चिन्तनमपि भवति इति अहं चिन्तयामि. तर्हि एकं दलं स्वीकृत्य दलसार्थक्यं कर्तुम् आवश्यकता नास्ति. एकं दलं त्यक्त्वा यदि दलसार्थक्यं कुर्मः चेत् तत् पर्याप्तं भवति. तर्हि यदि चत्वारि दलानि सन्ति तर्हि चत्वारि दलसार्थक्यवाक्यानि चत्वारि वारं करणीयम् एकमेकं दलं त्यक्त्वा. तर्हि चत्वारि एव करणीयं. यदि एकमेकं दलं स्वीकृत्य तस्य दलसार्थक्यं कुर्मः चेत् प्रथमं चत्वारः 4C1 + 4C2 + 4C3 इति 4 + 4 + 8 प्रायः 16 भवति, 16 काम्बिनेशन्स् भवति इति अहं चिन्तयामि. 12 काम्बिनेशन्स् भवति. अस्तु, हा इति अस्ति. अस्तु, अहं किञ्चित् वदामि तस्मिन् विषये. समीचीनं महोदय, रमेश् महोदयस्य चिन्तनमेव समीचीनम् इति मम मतं, किमर्थम् इति प्रदर्शयामि. अत्र सर्वे पश्यन्तु, इदानीं त्रीणि दलानि सन्ति इति चेत् षट् सम्भावनाः सन्ति इति वयं जानीमः. अस्तु, यदि प्रथमदलं द्वितीयदलं मिलित्वा स्वीकृत्य कुत्रचित् अतिव्याप्तिः भवति, तृतीयदलं त्यजामश्चेत् कुत्रचित् अतिव्याप्तिः भवति चेत् केवलं प्रथमदलस्य स्वीकरणेन, प्रथमदलं द्वितीयदलस्य द्वयोः स्वीकरणेन यत्र अतिव्याप्तिः भवति तत्रैव प्रथमदलं प्रथमदलस्य स्वीकरणेनापि अतिव्याप्तिः भवति खलु इति मुख्यवार्ता अस्ति. पुनः वदामि, अवगच्छति खलु, प्रथमदलं द्वितीयदलं स्वीकृत्य यदि केवलं तृतीयदलम् एव त्यजामश्चेत् यत्र अतिव्याप्तिः भवति तत्रैव केवलं प्रथमदलस्य स्वीकरणेन, नो चेत् द्वितीयदलस्य स्वीकरणेनापि अतिव्याप्तिः भवत्येव. आम् आम् सत्यम् इति कृत्वा हा अन्तर्भूतः भवति खलु. आम् आम् सत्यम्. अत्र इदानीं सर्वे अत्र चित्रं पश्यन्तु, यत् चित्रं रमेश् महोदयेन स्थापितं, तर्हि अत्र ज्ञानत्वम् अस्तु. इदानीं संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वं कुत्र नास्ति? ईश्वरीयज्ञाने नास्ति. इदानीं दलद्वयं स्वीकृतं, संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वम् इत्युक्ते संस्कारभिन्नम् इत्यनेन इन्द्रियम् इति स्वीकुर्मश्चेत् इन्द्रियजन्यत्वम् इति अवगच्छामः. संस्कारजन्यत्वे सति इन्द्रियजन्यत्वम् ईश्वरज्ञाने ईश्वरीयज्ञाने नास्ति. ईश्वरस्य ज्ञानं संस्कारेण न जायते, इन्द्रियेणापि न जायते, नित्यमस्ति ईश्वरस्य ज्ञानम् इति कृत्वा ज्ञानं न जायत्येव. तर्हि संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वम् ईश्वरीयज्ञाने नास्ति चेत् निश्चयेन संस्कारजन्यत्वम् ईश्वरीय केवलं संस्कारजन्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् ईश्वरीयज्ञाने नास्ति. संस्कारभिन्नजन्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् तदापि ईश्वरीयज्ञाने नास्ति इति कृत्वा अत्र कीदृशदलसार्थक्ये लाघवमस्ति, लाघवम् इत्यनेन एफिशियन्सि अस्ति इति चिन्तयामश्चेत् एकं दलं त्यक्त्वा स्वीकृत्य इति नास्ति. यदि दलन्यूनादिन्यूनम् एकस्मिन् लक्षणवाक्ये न्यूनादिन्यूनं दलत्रयमस्ति, तत्र एकं दलं त्यक्त्वा दलसार्थक्यं कुर्मश्चेत् पर्याप्तं भवति. एकं दलं स्वीकृत्य, अत्र स्वीकृत्य इति अनुक्त्वा त्यक्त्वा इति वदामश्चेत् तत्रैव एफिशियन्सि अस्ति इति कृत्वा षट् सम्भावना न वक्तव्या एव. एतस्य वाक्यस्य परिशीलनमपि भवद्भिः कर्तुं शक्यते. अत्र किं रूपस्य लक्षणे षट् सम्भावना अस्माभिः कृता खलु, तत्र प्रत्येकं दलं स्वीकृत्य दलसाहित्यं कृतं, तद् अकृत्वा प्रत्येकम् एकं दलं त्यक्त्वा यत्र अतिव्याप्तिः भवति तत्र, इत्युक्ते दलद्वयं यत्र स्वीकुर्मः स्वीकृत्य यत्र अतिव्याप्तिः भवति तत्रैव एकं दलं स्वीकुर्मश्चेत् तत्रैव अतिव्याप्तिः भवति वा इति परिशीलनं कुर्वन्तु. यदि भवति तर्हि तदा एव करणीयम्. अपि च काशिका अस्ति खलु, काशिका इति अष्टाध्यायी अष्टाध्याय्याः व्याख्यानमस्ति, तत्र एतादृशमेव कृतम्. एतदपि रमेश् महोदयेनैव प्रतिपादितम् आसीत्. इत्युक्ते काशिकाकारः किं करोति, अत्र किं सूत्रे बहूनि पदानि सन्ति, तर्हि प्रत्येकं पदस्य आवश्यकता का इति सः दलसार्थक्यं करोति, सूत्रसार्थक्यं, सूत्रे विद्यमानपदानां सार्थक्यं करोति सः। तत्र सः किं करोति, यदि एकं पदं त्यजामश्चेत् इत्युक्ते अस्य पदस्य आवश्यकता का इति चिन्तयति। तत्र यदि तत् पदं नास्ति तर्हि कुत्र अतिव्याप्तिः भवति, कुत्र दोषः भवति इति सः प्रतिपादयति। तर्हि तत्रैव एफिशियन्सि अस्ति इति कृत्वा तादृशम् अस्माभिः अपि करणीयम्। अस्तु, तर्हि निगमनमस्ति, प्रश्नस्य निगमनमस्ति, प्रत्येकं दलं स्वीकृत्य दलसार्थक्यं न करणीयम्। एकं दलं त्यक्त्वा, यथा महोदयेन उक्तं, यदि चत्वारि दलानि सन्ति तर्हि तत्र एकं दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः इति पश्यामश्चेत् पर्याप्तं भवति। तर्हि दलचतुष्टयमस्ति चेत् एकं दलं, द्वितीयं दलं, तृतीयं दलं, चतुर्थदलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति तावत् चिन्तयामश्चेत् पर्याप्तं भवति। मिलित्वा यत्र इदानीं लक्षणं भवति तद् तदपि चिन्तनीयं, तावदेव। अस्तु, तर्हि इदानीं पुनः किञ्चित् चिन्तयामः रमेशमहोदयस्य चित्रं प्रति। तत्र चित्रं कथं करणीयम् इत्यत्र बहु समीचीनमस्ति, किन्तु अत्र यद् महोदयेन लिखितं तत्र ईश्वरीयज्ञानम्, आकाशः, घटः इत्यत्र, तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः इदानीम्। अस्तु, संस्कारजन्यत्वे सति, अत्र संस्कारभिन्न इत्यनेन इन्द्रियम् इति मया स्वीकृतं, तदेव विवक्षितं किमर्थम् इति तत्सर्वं चिन्तितम् इति कृत्वा अपि च एकं दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति एव चिन्तनीयम् इति कृत्वा तादृशचिन्तनम् इदानीं कुर्मः। ज्ञानत्वम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति। इत्युक्ते संस्कारजन्यत्वे सति इन्द्रियजन्यत्वं प्रत्यभिज्ञायाम् अस्ति इति कृत्वा ज्ञानत्वम् इति दलं त्यजामश्चेत् न, किन्तु ज्ञानत्वम् इति दलं प्रत्यभिज्ञायाम् अपि अस्ति खलु महोदय? यदि ज्ञानत्वं अत्र यदि संस्कारभिन्नजन्यत्वम् इति दलं नास्ति, संस्कारभिन्न अजन्यत्वम् एवं स्वीकरणीयं, तर्हि यत्किमपि रक्तवर्णवलये न भवेत् तादृश न न अत्र तर्हि किं करोतु, अस्तु तर्हि किमर्थं संस्कारभिन्नजन्यः इति लिखितं भवता? तत् संस्कारभिन्न बिकास् ऐ टाक् इन् इङ्ग्लिश् महोदय, वाट् वि नीड् इस् इन् दि सेकेण्ड् प्लेस् इट् इस् नाट् बि, सो इट् इस् लैक् इफ् यु लुक् अट् द यूनिवर्सल् सेट्, इट् इस् यूनिवर्सल् सेट् मैनस् बि, वाट् इस् काल्ड् एस् बि डाश् बि काम्प्लिमेण्ट्, so that is the representation. You cannot represent it in a circle, it is everything which is not inside that circle. That's so that is why you, and you can never represent that one, so you'll always represent B and say everything which is not in B as the way you should interpret it. Astu tarhi atra dalam kim iti che samskara janyatve sati samskara bhinna ajanyatve sati jnanatvam khalu? महोदय, सो अस्तु इन्द्रिय अजन्यत्वे सति, अस्तु तर्हि इदानीं चिन्तयामः संस्कारजन्यत्वे सति इन्द्रिय अजन्यत्वे सति ज्ञानत्वम् इति स्मृतेः लक्षणम्। अस्तु, तर्हि अत्र ज्ञानम् इति एकं दलं त्यजामश्चेत् संस्कारजन्यत्वे सति संस्कारभिन्न अजन्यत्वम् इत्युक्ते इन्द्रिय अजन्यत्वं कुत्र अस्ति, संस्कारध्वंसे अस्ति, तत्र अतिव्याप्तिः भवति। समीचीनं वा? आम् आं महोदय, हा समीचीनम्. अस्तु तर्हि इदानीम् इन्द्रिय अजन्यत्वम् इति दलं त्यजामः. इत्युक्ते संस्कारजन्यत्वे सति ज्ञानत्वम् इति दलं स्वीकुर्मश्चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. अस्तु तर्हि इदानीम् इन्द्रिय अजन्यत्वम् इति दलं त्यजामश्चेत् इन्द्रिय अजन्यत्वम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? संस्कारजन्यत्वे सति ज्ञानत्वम् इति भवति लक्षणम्. तर्हि तत्रापि प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति वा? आम् आम् तत्रापि प्रत्यभिज्ञायाम् तत्रापि प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. तर्हि मिलित्वा संस्कारजन्यत्वे सति संस्कार इन्द्रिय अजन्यत्वे सति ज्ञानत्वम् इति स्वीकुर्मश्चेत् केवलं स्मृतौ एव लक्षणं पतति इति तावत् चिन्तयामश्चेत् पर्याप्तं भवति इति मम चिन्तनम्. इत्युक्ते इदानीम् अस्माकं चिन्तने घटस्य विषये, आकाशस्य विषये, ईश्वरीयज्ञानस्य विषये किमपि न चिन्तितं. तत्रैव क्लेशः भवति. ईश्वरीयज्ञानं तु जन्यः एव नास्ति खलु. यद्यपि ईश्वरीयज्ञाने ज्ञानत्वमस्ति तथापि ईश्वरीयज्ञानं जन्यमेव नास्ति. तर्हि तद् यद् न जन्यं तस्मिन् तत्र कथं वा इति प्रश्नः उदेति. अतः किञ्चित् वयमेव परिवर्तयिष्यामः. अत्र एफिशियन्सि पुस्तके यादृशं चिन्तितं तत्र एफिशियन्सि नास्ति इति भाति. इत्युक्ते यथा काशिकाकारेण क्रियते तथा केवलम् एकं दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति तावद् वदामश्चेत् पर्याप्तं भवति. तदिदानीं मया उक्तम्. अन्यत् किमपि न वक्तव्यं नो चेत् क्लेशः भवति. अस्तु प्रश्नः अस्ति वा? प्रश्नाः सन्ति वा? आम् महोदय, अत्र अहं चित्रम् अत्र द्रक्ष्यामः चेत् तत्र संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वम् इत्युक्ते इन्द्रिय अजन्यत्वं न न अत्र चित्रे तदेव रमेश महोदयेन उक्तं. वस्तुतः अत्र लक्षणस्य प्रतिपादनं न कृतम् अत्र. किमर्थमित्युक्ते संस्कारभिन्न अजन्यत्वम् इति दातव्यं खलु. किन्तु संस्कारभिन्न अजन्यत्वम् इति न स्थापयितुं शक्नुमः. अभावः अस्ति खलु. आम् आम् तर्हि तत्र मध्ये एव स्मृतिः भवेत् वा इति अहं चिन्तयामि. अत्र प्रत्यभिज्ञा इत्यस्य स्थाने स्मृतिः इति भवेत् वा तत्र? न न न भवेत्, न भवेत्, मध्ये न भवेत्. इत्युक्ते संस्कारभिन्नजन्यत्वम् इति एव दलम् इति एव चित्रे स्थापयितुं शक्नुमः. संस्कारभिन्न अजन्यत्वम् इत्युक्ते इन्द्रिय अजन्यत्वम् इति चित्रे न स्थापयितुं शक्नुमः. इत्युक्ते यद्भावरूपमस्ति, इत्युक्ते घटः अस्ति वा, घटस्य चित्रं स्थापयतु इति चेत् भवता घटस्य चित्रं स्थापयितुं शक्यते, रचयितुं शक्यते. घट अभावस्य चित्रं स्थापयतु इति चेत् भवान् किं करोति? आम् आं सत्यं महोदय. घट अभावस्य चित्रमेव न रचयितुं शक्यते खलु. सत्यम्. इत्युक्ते यद्घट यः घटः नास्ति तेषाम् इत्युक्ते अत्र गोः चित्रं स्थापयित्वा घट अभावः इति न वक्तुं शक्नुमः खलु. यद्यपि गौ गोषु तत्र घट अभावः अस्ति तथापि गोः चित्रं स्थापयित्वा एषः एव घट अभावः इति न प्रदर्शयितुं शक्यते खलु. सत्यम्. हा इति कृत्वा अत्र चित्रे संस्कारभिन्नजन्यः इति एव स्थापयितुं शक्यते. तर्हि किं करणीयं रमेश महोदय? कृपया अत्र एतदेव चित्रं भवान् किं करोतु. अत्र घटः, आकाशः, ईश्वरीयज्ञानं तत्सर्वं बहिः स्थापयतु, केवलं संस्कारध्वंसः स्मृतिः प्रत्यभिज्ञा इति तावदेव स्वीकुर्मश्चेत् समीचीनबोधः जायते. यदि एकं जलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति बुद्धुम्. अस्तु, समीचीनचिन्तनं कृतम् अत्र. यु नो वेन् यु ब्रिङ्ग् इट् इन् द फार्म् आफ् अ डायग्राम् किञ्चित् क्लेशः भवत्येव. महोदय, एकमपि वक्तुमिच्छामि. हा हा, यदि इन्द्र इन्द्र संस्कारभिन्न अजन्यत्वम् इत्युक्ते ईश्वरज्ञानमपि अत्र अस्ति. यदि यत्किमपि यत् इन्द्रियेण न जायते तत् सर्वम् अस्ति. हा, किन्तु यद् इन्द्रियेण न जायते तर्हि यत् जायते किन्तु इन्द्रियेण न जायते. न, यद् इन्द्रियेण न जायते तदेव अत्र उक्तमस्ति. तद् जायते इति न, यत् इन्द्रियेण न इन्द्रियेण यत् न जायते तत् सर्वं तस्मिन् दले अस्ति. तर्हि ईश्वरज्ञानम् आकाशः यत्किमपि भवितुमर्हति तत्र, तदेव सत्यं. किन्तु किन्तु तत्र अतिव्याप्तिः भवति वा इत्युक्ते भवान् भवान् प्रतिपादयतु इदानीं यत् यदा अस्माभिः चिन्तितम् एकं दलं त्यक्त्वा, अत्र त्रीणि दलानि सन्ति, संस्कारजन्यत्वे सति, इन्द्रिय अजन्यत्वे सति, ज्ञानत्वम् इति त्रीणि दलानि सन्ति. तर्हि ज्ञानत्वम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? ज्ञानत्वम् इति दलं त्यजामश्चेत् संस्कारध्वंसे अतिव्याप्तिः भवति. समीचीनम्. संस्कारजन्यत्वम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? संस्कारजन्यत्वम् इति दलं त्यजामश्चेत् ईश्वरज्ञाने अतिव्याप्तिः भवति. आकाशे ज्ञानम् ईश्वरज्ञानम् एव तत्र एव अतिव्याप्तिः भवति. हा, ईश्वरीयज्ञाने ईश्वरीयज्ञाने एव ज्ञानत्वम् अस्ति, अपि च संस्कारेण इत्युक्ते संस्कारेणापि न जायते, इन्द्रियेणापि न जायते. वस्तुतः ईश्वरीयज्ञानं न जायते एव. भवतु, तत्रैव वक्तुं शक्यते ईश्वरीयज्ञाने अतिव्याप्तिः भवति इति, तदेव वक्तुं शक्यते. अस्तु, इदानीम् इन्द्रिय अजन्यत्वम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? इन्द्रिय अजन्यत्वम् इत्युक्ते प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. हा, समीचीनम्. तर्हि आहत्य वाक्यत्रयमेव अस्माभिः वक्तव्यं. ज्ञानत्वम् इति दलं त्यजामश्चेत् संस्कारध्वंसे अतिव्याप्तिः, संस्कारजन्यत्वम् इति दलं त्यजामश्चेत् ईश्वरीयज्ञाने अतिव्याप्तिः. यद्यपि ईश्वरीयज्ञानं जन्यं नास्ति, यदि अतिव्याप्तिः वक्तव्यं तर्हि ईश्वरीयज्ञाने अतिव्याप्तिः भवति इति वक्तव्यम्. संस्कार इन्द्रिय इन्द्रिय अजन्यत्वम् इति एकमेव दलं त्यजामश्चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति इति वाक्यत्रयं वदामश्चेत् दलसार्थक्यं सम्पूर्णरीत्या कृतम्. तर्हि संस्कारजन्यत्वे सति, संस्कारभिन्न अजन्यत्वे सति इत्युक्ते इन्द्रिय अजन्यत्वे सति, ज्ञानत्वं स्मृतौ एव पतति. उत्तमम् इति लघ्वीकृत्य वक्तुं शक्यते. तत्रैव एफिशियन्सि अस्ति, अपि चेत् मनसि समीचीनबोधः जायते. अस्तु, तर्हि मात्रपदस्य सर्वत्र मात्रपदेन निवार्यं चिन्त्यं तदपि अस्माभिः कृतं खलु. हा, तर्हि इदानीम् अवशिष्टमस्ति प्रत्यभिज्ञा, तस्मिन् विषये चिन्तयामः. सतिभामा भगिनी वदति किं प्रत्यभिज्ञायाः स्वरूपवर्णनम् इति. संस्कारजन्यत्वे सति ज्ञानत्वं सोऽयं चैत्रः इति आकारकं प्रत्यभिज्ञाय भगिनी न पठनीयम् एतत् सर्वम् अस्माभिः पठितम् अत्र इदानीं प्रश्नोत्तरं जायमानमस्ति खलु तर्हि प्रत्यभिज्ञाय लक्षणं किम् इति प्रश्नः संस्कारजन्यत्वे सति ज्ञानत्वं सोऽयं च देवदत्तः इति संस्कारजन्यत्वे सति ज्ञानत्वं न न तद् नास्ति संस्कारजन्यत्वेन सति इन्द्रियसहकारित्वम् इति अस्ति खलु लक्षणवाक्यं किं प्रत्यभिज्ञायाः लक्षणवाक्यं किम् इदानीमेव अस्माभिः चिन्तितमस्ति खलु तद् आधारीकृत्य भवत्या वक्तुं शक्यते संस्कारजन्यत्वे सति इन्द्रियप्रत्यक्ष इति अस्ति इन्द्रियजनकत्वम् अपि एवमस्ति वा महोदय अस्तु अत्र इदानीमेव चिन्तितं खलु भगिनि अत्र रमेश महोदयस्य किं चित्रमस्ति खलु अस्ति तत्र प्रत्यभिज्ञा कुत्र पतति त्रिषु यत्र दलत्रयमपि वर्तते संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वे सति इन्द्रियज्ञानत्वं त्रीणि संस्कारजन्यत्वे सति संस्कारभिन्न भिन्नजन्यत्वे सति ज्ञानत्वं सत्यम् अत्र संस्कारभिन्नम् इत्यनेन किं विवक्षितम् संस्कारध्वं संस्कारभिन्नं यद् संस्कारेण न जाति स्मृतिः नास्ति संस्कारेण स्मृति जनयते अनुभवः संस्कारभिन्नेन अनुभवः न जनयति न अत्र संस्कारभिन्नम् इत्यनेन किं विवक्षितम् इन्द्रियं समीचीनम् तर्हि संस्कारजन्यत्वे सति इन्द्रियजन्यत्वे सति ज्ञानत्वं प्रत्यभिज्ञायाः लक्षणम् संस्कारजन्यत्वे सति इन्द्रियजन्यत्वे सति ज्ञानत्वम् इदानीं बुध अस्तु तर्हि इदानीं ज्ञानत्वम् इति दलं त्यजति चेत् कुत्र अतिव्याप्तिः भवति एकनिमिषं ज्ञानत्वं त्यजामश्चेत् संस्कारजन्यत्वम् अपि च इन्द्रियजन्यत्वम् ज्ञानत्वं नास्ति चेत् ईश्वरीयज्ञाने एव अधिव्याप्ति खलु महोदय ईश्वरीयज्ञाने ज्ञानत्वं नास्ति वा ज्ञानत्वम् अस्ति यद् संस्कारान् जायते अपि च इन्द्रियेण अपि जायते आकाशादि भवति तत्र अन्यत् सर्वं सर्कल् मध्ये अस्ति आकाशः इन्द्रियेण जायते वा एकनिमिषं महोदय संस्कारेण जायते संस्कार इन्द्रियेण जायते ज्ञानत्वम् इति त्यजामः खलु अस्तु भवती चिन्तयतु स्वामी महोदय भवान् किं चिन्तयति संस्कारध्वंसे अतिव्याप्ति भवति संस्कारध्वंसः इन्द्रियेण जायते वा इन्द्रियेण जनयति अपि च स्वामी महोदय अतिव्याप्तिः नास्ति खलु समये महोदय समयः इत्युक्ते किं काले वदतु प्रतिपादयतु समयः इत्युक्ते किं कालः इति वा आं महोदय नवद्रव्येषु अन्यतमः यदस्ति कालः काले संस्कारजन्यत्वम् अस्ति वा ध्वंसः महोदय न न यदि विस्मृत काले तु संस्कारजन्यत्वं महोदय क्षम्यतां महोदय कृपया पुनः एकवारं पृच्छतु मम संस्कारजन्यत्वे सति इन्द्रियजन्यत्वे सति संस्कारभिन्न इत्यनेन इन्द्रियं तदेव विवक्षितम् इति कृत्वा इन्द्रियम् इति मया स्वीकृतं संस्कारजन्यत्वे सति इन्द्रियजन्यत्वे सति ज्ञानत्वम् इति प्रत्यभिज्ञायाः लक्षणं कृतं तत्र त्रीणि दलानि सन्ति अपि च एकं दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः इति पश्यामश्चेत् पर्याप्तं षड् दलानि स्वीकृत्य अत्र स्वीकरणं न कार्यं किन्तु त्याज्यम् एव इति अस्माभिः अपि चिन्तितं तत्रैव एफिशियन्सि अस्ति इति अस्तु इदानीं ज्ञानत्वम् इति दलं मया त्यक्तम् कुत्र अतिव्याप्तिः भवति इति प्रश्नः ज्ञानमेव नास्ति चेत् तर्हि अनुभवः अपि नास्ति तर्हि प्रत्यभिज्ञा प्रत्यभिज्ञा केवलं ज्ञानमेव प्रत्यभिज्ञा न न महोदय प्रत्यभिज्ञायां यद् अस्माकं लक्ष्यमस्ति तत्रैव अतिव्याप्तिः न चिन्तनीयम् अन्यत्र अतिव्याप्तिः भवति वा चिन्तनीयं खलु महोदय महोदय प्रत्यभिज्ञा इति इदानीम् अस्माकं लक्ष्यमस्ति भावाक्यसंस्कारः महोदय अतिव्याप्तिः प्रतिपादयतु भवानेव चिन्तयतु कथं वा भाव अस्तु भावाक्यसंस्कारः संस्कारे संस्कारजन्यत्वमस्ति वा संस्कारेण संस्कारः जायते वा न महोदय इन्द्रियप्रत्यक्षे संस्कारः जायते तदनन्तरं संस्कारेण स्मृतिः जायते इति एव अस्माभिः अधीतं खलु सत्यं तर्हि कथं वा संस्कारजन्यत्वं संस्कारे अस्ति इति भवान् वदति अस्तु चिन्तयतु श्रीराम महोदय भवान् चिन्तय भवान् चिन्तनं करोतु अत्र महोदय अत्र संस्कारजन्यत्वं संस्कार इतरजन्यत्वम् इति अस्ति तत्र तत्र इतर इत्यनेन इन्द्रियम् इति स्वीकरोतु अत्र समीचीनबोधः जायेत इति कृत्वा संस्कारजन्यत्वे सति इन्द्रियजन्यत्वे सति ज्ञानत्वम् इति मया उक्तम् अत्र इन्द्रियेण ज्ञानमेव जायते खलु महोदय इदानीं ज्ञानत्वम् इति दलं त्यजामश्चेत् अन्यत्र यत्र कुत्रापि अतिव्याप्तिः भवति वा इति प्रश्नः ज्ञानत्वम् इति न स्वीकुर्मश्चेत् तत्र केवलं संस्कारजन्यत्वं संस्कार इन्द्रियजन्यत्वम् इत्येव अस्ति तत्र केवलं प्रतिव भवति अन्यत्र किमपि न भवति अतिव्याप्ति इति अहं चिन्तयामि इदानीम् इन्द्रियमेव केवलम् इन्द्रियमेव वदति ज्ञानत्वम् इति दलम् अनावश्यकम् इति वदति सत्यम् इदानीं ज्ञानं प्रत्यभिज्ञा इति ज्ञानम् अस्ति खलु ज्ञानं कथं त्यक्तं ज्ञानं प्रत्यभिज्ञा इति ज्ञानम् इति तु सत्यं भगिनि किन्तु ज्ञानम् इति न वदामश्चेत् अतिव्याप्तिः भवति चेदेव लक्षणवाक्ये ज्ञानमिति योजनीयं खलु. हा इति अस्ति. इत्युक्ते लक्ष्ये बहवः धर्माः भवन्ति एव. सर्वे ये धर्माः लक्ष्ये सन्ति तेषां सर्वेषां वदनं लक्षणवाक्ये इति नास्ति. अतिव्य लक्षणवाक्ये लक्षणवाक्यं तु लाघवं भवेत् खलु. किं लक्षणवाक्ये लाघवं भवेत्. यद्यपि प्रत्यभिज्ञायां ज्ञानत्वमस्ति, इदानीं तदेव चिन्तनं कुर्मः. ज्ञानत्वम् इति दलं त्यजामश्चेत् अन्यत्र यत्र कुत्रापि अतिव्याप्तिः भवति चेत् एव ज्ञानत्वम् इति वक्तव्यं, नो चेत् न. अस्तु, चिन्तयामः. तर्हि इदानीं श्रीराममहोदय वदति ज्ञानत्वम् इति दलस्य आवश्यकता नास्ति. संस्कारजन्यत्वे सति इन्द्रियजन्यत्वम् इति दलद्वयमेव स्वीकुर्मः. ज्ञानत्वमिति दलं त्यजामश्चेत् प्रत्यभिज्ञायाम् एव पतति इति. अस्तु, इतोपि परिशीलनं कुर्मः. तर्हि भवानेव अग्रे अपि वदतु श्रीराममहोदय. इन्द्रियसंस्कारजन्यत्वम् इति दलं त्यजामश्चेत्, संस्कारजन्यत्वम् इति दलं त्यजामश्चेत् केवलम् इन्द्रियजन्यत्वम् अनुभवे पतति. तत्र इन्द्रियजन्यत्वम् अनुभवे पतति. तर्हि इदानीं ज्ञानमिति दलं त्यक्तं खलु. तर्हि आहत्य दलद्वयमेव अस्ति इदानीम्. तर्हि संस्कारजन्यत्वम् इति दलं त्यजामश्चेत् अनुभवे अतिव्याप्तिः, इन्द्रियजन्यत्वम् इति दलं त्यजामश्चेत् इन्द्रियजन्यत्वं, तदा संस्कारजन्यत्वमेव तिष्ठति, तस्य स्मृतौ अतिव्याप्तिः भवति. स्मृतौ अतिव्याप्तिः भवति. तर्हि निगमनम् एवं कुर्मश्चेत् वस्तुतः अत्र दलत्रयं न आवश्यकं. संस्कारजन्यत्वे सति इन्द्रियजन्यत्वम् इति दलद्वयं स्वीकुर्मश्चेत् प्रतिविज्ञायाम् एव लक्षणं पतति इति वदामश्चेत् क्लेशः अस्ति वा? अन्येषां चिन्तनं किम्? रमेशमहोदय, रमेशमहोदय अस्ति किम्? आं महोदय. तर्हि ज्ञानत्वमिति दलं त्यजामश्चेत् प्रतिविज्ञायां प्रतिविज्ञायाः लक्षणे क्लेशः भवति वा? तत् अहं चिन्तितवान् महोदय, एकमपि उदाहरणं न लब्धं. तर्हि संस्कारजन्यत्वम् अपि संस्कारजन्यत्वं मध्ये किमपि न स्थापितवान्. परन्तु प्रायः किमपि अस्ति. चरम स्मृतिः न स्मृतिः न संस्कारः नास्ति वा महोदय? तत् चरमस्मरणम् इत्युक्ते स्मृतिः एव. स्मृतिः अस्ति. किमपि उदाहरणं न लब्धं महोदय. मम एका शङ्का अस्ति. यदि वयं संस्कारभिन्नजन्यत्वम् इति प्रथमदलं स्वीकुर्मश्चेत्, यदि इन्द्रियजन्यत्वम् इति न स्वीकुर्मः, संस्कारभिन्नजन्यत्वम् इति स्वीकुर्मः चेत्, संस्कारभिन्नजन्यत्वम् अपि च इन्द्रियजन्यत्वम् अनयोः मध्ये कः भेदः? एकमेव. संस्कारभिन्नम् इत्यनेन इन्द्रियमेव विवक्षितम् इत्यतः. अत्र तु संस्कारस्मृतिः लक्षणे तदा विवक्षितं, परन्तु यदि अत्र प्रत्यभिज्ञायां लक्षणे यदि वयं संस्कारभिन्नजन्यः इति एकः भिन्नम् अस्ति इति स्वीकुर्मः चेत् किमर्थं प्रथमं तत् प्रतिपादयतु. किमर्थं तादृशं स्वीकर्तव्यं, स्वीकर्तुं किमर्थं शक्नुमः इति. हां महोदय, प्रतिपादयामि. यदि वयं एकभिन्नद्वलं स्वीकुर्मश्चेत्, संस्कारभिन्नजन्यत्वम् इति स्वीकुर्मश्चेत्, अत्र संस्कारध्वंसस्य कारणम् एकं तु संस्कारमस्ति एव. संस्कारभिन्न अजन्यत्वम् अपि संस्कारध्वंसे एव अस्ति. अतः लक्षणवाक्ये यदि संस्कारभिन्नजन्यत्वे सति संस्कारजन्यत्वे सति ज्ञानम् इति प्रत्यभिज्ञाया लक्षणं वदामश्चेत् त्रीणि दलानि आवश्यकं भवति. परन्तु लाघवार्थं यदि इन्द्रियजन्यत्वम् इति एव स्वीकुर्मः इन्द्रियजन्यत्वे सति अत्र सोपानेन गन्तव्यं भगिनी. भगिनी किं सामान्यतया किं करोति, बहु किमपि अग्रे चिन्तयति. अस्तु, तर्हि इदानीं भवत्याः वदनं किं, दलत्रयम् आवश्यकमिति वदति वा? न न, यदि दलत्रयम् इति वयम् आवश्यकम् इति भाति चेत् अत्र स्वीकर्तुं शक्यते इति मम चिन्तनं. यदि न इत्युक्ते ज्ञानस्य आक्चुलि ज्ञानस्य आवश्यकमेव नास्ति. इन्द्रियजन्यत्वे सति संस्कारजन्यत्वं प्रत्यभिज्ञाया लक्षणम् इति वाक्यं पर्याप्तमेव. अस्तु, तर्हि पर्याप्तमस्ति चेत् इदानीं संस्कारभिन्नम् इत्यनेन इन्द्रियं विना अन्यत् किमपि स्वीकरणीयं वा इति मम प्रश्नः. तदेव भवत्या उक्तं खलु, अन्यदपि स्वीकर्तुं शक्यते इति. तन्नास्ति खलु? नास्ति. संस्कारध्वंसं तु संस्कार इन्द्रियेण न जन्यते किल महोदय. संस्कारध्वंसं कथं लभ्यते? संस्कारध्वंसं केवलं संस्कारेण एव भवति वा? न, केवलम् इत्युक्ते अत्र असाधारणकारणमस्ति संस्कारः एव. इत्युक्ते कालेनापि संस्कारः नश्यति खलु, चरमस्मरणेनापि अत्र संस्कारः नश्यति खलु. चरमस्मरणम् असाधारणकारणं भवेत् अत्र. सत्यं, भवतु, अनेन किम्? देन् संस्कारभिन्नजन्यत्वम् इति एकं दलं स्वीकरणीयं किल? संस्कारभिन्नजन्यत्वम् इति दलं त्यक्तुं शक्यते इति मया न उक्तम्. प्रश्नः अस्ति संस्कारभिन्नम् इति समस्तपदेन इन्द्रियं विना अन्यद् यत्किमपि विवक्षितुम् अर्हति वा इति प्रश्नः. चरमस्मरणम् इति विवक्षितुम् अर्हति चेत् अत्र संस्कारभिन्नजन्यत्वम् इति स्वीकरणीयम्. संस्कारध्वंसे निरूपणार्थम् अस्माकं लक्ष्यं किं भगिनि? इदानीं प्रत्यभिज्ञा अस्ति खलु, प्रत्यभिज्ञा अस्माकं लक्ष्यं. तर्हि संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वं प्रत्यभिज्ञां विहाय अन्यत्र यत्र कुत्रापि अस्ति वा इति चिन्तनीयम्. तस्य उत्तरं वदतु. संस्कारध्वंसः संस्कारेण जायते, संस्कारभिन्नेनापि जायते वा? तर्हि अत्र संस्कारभिन्नम् इत्युक्ते किं? चरमस्मृतिः इति. आं महोदय, अतः चित्रे तत् नीलवलयम् अपि च रक्तवलयं मध्ये भवेत् संस्कारध्वंसः इति. यदि अत्र हा चिन्तयामः, संस्कारध्वंसः संस्कारेण जायते, संस्कारभिन्नम् इत्युक्ते चरमस्मरणं स्मृतिः, तेनापि संस्कारध्वंसः जायत्येव खलु इति कृत्वा हा तर्हि संस्कारभिन्नम् इत्यनेन यदि इन्द्रियमेव न स्वीकुर्मः, अत्र किमर्थम् इन्द्रियमेव विवक्षितमिति अस्माभिः स्वीकृतम्? ज्ञानम् इति दलम् अस्ति इति कृत्वा खलु. ज्ञानमिति दलं लक्ष्ये लक्षणवाक्ये अस्ति इति कृत्वा एव संस्कारभिन्नम् इत्यनेन केवलम् इन्द्रियं स्वीकृतम्. इदानीं ज्ञानमिति दलं त्यक्तं, त्यक्त्वा चिन्तयामश्चेत् संस्कारध्वंसे अतिव्याप्तिः भवत्येव. समीचीनं, संस्कारजन्यत्वे सति संस्कारभिन्न जन्यत्वम् इत्युक्ते चरमस्मरणेन अपि संस्कारस्य ध्वंसः जायते. तर्हि संस्कारभिन्नम् इत्यनेन चरमस्मरणं स्वीकर्तुं शक्यते, तदेव असाधारणकारणमस्ति इति कृत्वा. यद्यपि कालेनापि भवति तर्हि तत्र संस्कारध्वंसे अतिव्याप्तिः भवति. तर्हि यथा भगिन्या उक्तं संस्कारध्वंसः इति संस्कारजन्यत्वं संस्कारभिन्न भिन्नजन्यत्वम् इत्यत्र भवति यदि ज्ञानत्वम् इति दलं त्यजामः. तर्हि अनेन चिन्तनेन किं जातं? ज्ञानत्वम् इति दलम् आवश्यकम् इति. यदा ज्ञानत्वम् इति दलं स्वीकुर्मः तदा संस्कारभिन्नम् इति समस्तपदेन केवलम् इन्द्रियम् एव स्वीकर्तुं शक्यते. किमर्थम् इति चेत् न अत्र चिन्तयामः. चरमस्मरणे ज्ञानत्वमस्ति खलु? चरमस्मरणे ज्ञानत्वम् अस्ति भवतु. तर्हि संस्कारजन्यत्वे सति संस्कारजन्यत्वं, किन्तु संस्कारध्वंसः एव तत्रैव अतिव्याप्तिः निरूपितः. अस्तु, आहत्य अनेन चिन्तनेन ज्ञानत्वम् इति दलम् अपि आवश्यकं भवति इति जातम्. बुद्धं वा? नो चेत् पुनः वक्तव्यं वा? एक सत्य भव भगिनि, एकनिमिषं मेहुल् महोदय वदतु. अत्र त्रीणि दलानि आवश्यकानि, तर्हि तत् स्मृतेः अपि लक्षणं तदेव भवति खलु? नास्ति खलु, स्मृतेः लक्षणे संस्कारजन्यत्वे सति संस्कारभिन्न अजन्यत्वे सति इति अस्ति स्मृतेः लक्षणम्. अत्र तु संस्कारभिन्नजन्यत्वे इति अस्ति. ओ अस्तु, तत्र अजन्यत्वं. वस्तुतः एतत् चित्रं स्मृतेः लक्षणं नास्ति, प्रत्यभिज्ञाय लक्षणम्. हा, तदेव मम भ्रमः. अत्र त्रीणि दलानि अस्ति, त्रीणि दलानि तत्र प्रत्यभिज्ञामेव आगच्छति, अतः प्रत्यभिज्ञा. वस्तुतः एतद् प्रत्यभिज्ञाय स्मृतेः लक्षणं नास्ति, प्रत्यभिज्ञायाः लक्षणम् एतद्. तदेव अहं चिन्तयामि. ओके, मध्ये अस्ति अतः. आमामाम् आम्, प्रत्यभिज्ञायाः लक्षणम् एतत्, प्रत्यभिज्ञायाः लक्षणनिरूपणचित्रमस्ति एतत्. स्मृतेः लक्षणं नास्ति, स्मृतेः लक्षणं न कर्तुम् एतादृशं न कर्तुं शक्यते. किमर्थम् इत्युक्ते अत्र एकं दलम् अभावरूपेण अस्ति, संस्कारभिन्न अजन्यत्वम् इति अभावरूपेण अस्ति इति कृत्वा तस्य चित्रं न स्थापयितुं शक्नुमः, चित्रेण स्थापयितुं शक्नुमः. उत्तमं, तर्हि ज्ञान. हा वदतु. चित्रे अस्ति महोदय, परन्तु मध्ये नास्ति. तदेव स्मृतेः लक्षणं नीलवर्ण वलये अपि च केसरिवर्णवलये मध्ये अस्ति. सत्यं. हा, परन्तु तद् मध्ये नास्ति. तदेव. परन्तु एतदपि स्मृतेः लक्षणं एतस्मिन् चित्रम् एतच्चित्रं दृष्ट्वा स्मृतेः लक्षणमपि वक्तुं शक्यते. प्रत्यभिज्ञायाः चित्रं प्रत्यभिज्ञायाः लक्षणमपि वक्तुं शक्यते. द्वयोः लक्षणयोः चित्रमस्ति. समीचीनम् इति अपि अस्ति. इत्युक्ते वस्तुतः यथा इदानीं भवता उक्तं, तर्हि अत्र अभाव अनुभवस्यापि लक्षणमिति वक्तुं शक्यते खलु? इत्युक्ते अहं वदामि, संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वे सति ज्ञानत्वम् इति एतत् चित्रं दृष्ट्वा प्रतिभिज्ञायाः लक्षणं वक्तुं शक्यते. संस्कारजन्यत्वे सति ज्ञानत्वे सति संस्कारभिन्न अजन्यत्वम् इति स्मृतेः लक्षणमपि वक्तुं शक्यते. पुनः संस्कारभिन्न अजन्यत्वे सति नो चेत् संस्कारभिन्नजन्यत्वे सति ज्ञानत्वे सति संस्कार अजन्यत्वम् इति अनुभवस्य लक्षणम्. आम् सत्यम् तावदेव इति अस्ति. हा इति अस्ति, बहु समीचीनं. तर्हि अत्र आहत्य ज्ञानम् इत्यस्य दलस्य आवश्यकता अस्ति. यदि ज्ञानम् इति दलं त्यजामः तर्हि संस्कारभिन्नम् इत्यनेन इन्द्रियम् इत्येव स्वीकर्तुं न शक्यते, तत्र तर्कः नष्टः भवति. ज्ञानत्वम् इति दलमस्ति इति कृत्वा एव संस्कारभिन्नम् इत्यनेन केवलम् इन्द्रियं विवक्षितम् इति स्वीकृतम्. ज्ञानत्वम् इति दलं त्यजामश्चेत् संस्कारभिन्नम् इत्यनेन इन्द्रियस्यापि अधिकम् अन्यत् यत्किमपि स्वीकर्तुं शक्यते. तत् किम् इति चेत् स्मृतिः, चरमस्मरणम्. चरमस्मरणं स्वीकुर्मश्चेत् संस्कारभिन्नम् इत्यनेन चरमस्मरणं स्वीकृतं चेत् स्वीकुर्मश्चेत् संस्कारेण एव स्मरणं जायते, संस्कार न संस्कारध्वंसः जायते. संस्कारभिन्नम् इत्युक्ते चरमस्मरणं, तेनापि संस्कारध्वंसः जायते इति कृत्वा संस्कारध्वंसे अतिव्याप्तिः भवति इति कृत्वा अत्र ज्ञानत्वम् इत्यस्य आवश्यकता अस्ति. संस्कारध्वंसे ज्ञानत्वं नास्ति. तर्हि यदा ज्ञानत्वम् इति दलं योजयामः तदा संस्कारभिन्नम् इत्यनेन केवलम् इन्द्रियमेव स्वीकर्तुं शक्यते, अन्यत् किमपि न. अस्तु, बहु समीचीनचिन्तनं जातं. प्रश्नाः सन्ति वा? सतिभम भगिनी बुद्धं वा? आं महोदय. अस्तु समीचीनं महोदय. महोदय चरमस्मरणम् इति स्मृति एव खलु? सत्यं, तदेव प्रश्नः अस्ति. स्मरणं स्मृतिः, स्मृतिः इति केन प्रत्ययेन जातं भवती एव वदतु. तिन् स्त्रियां तिन् इति वा? सत्यं, स्त्रियां तिन् कस्मिन् अर्थे? स्मृति स्वस्य स्मृति इति भावार्थे. उत्तमं, भावार्थे. स्मरणम् इति केन प्रत्ययेन जातम्? स्मरणम् अनम् इति अस्ति, स्मरणं शानच् और् इद् अनम् शानच् अस्ति चेत् आन इति भवति, अन इति न भवति. अनम् इति अस्ति. ल्युट्, ल्युट् कस्मिन् अर्थे? स्मरणम् अपि भावार्थे एव. उत्तमम्. तर्हि इदानीं स्मरण इति कृदन्तप्रातिपदिकस्य विग्रहवाक्यं वदतु. इति कृत् वृत्तिः, कृदन् स्मरण इत्यस्य विग्रहवाक्यं वदतु. स्मृतिं करोति इति वा? स्मरणं कथं वक्तव्यम् इति न जानामि महोदय. मया उक्तं पूर्वम् अन्यस्मिन् वर्गे उक्तं, केवलं पुनस्मारणार्थम्. अस्तु, यः जानाति सः वदतु. स्मरण इति कृत् वृत्तेः विग्रहवाक्यं किम्? विग्रहवाक्यमिति अर्थबोधकवाक्यम्. स्मृतिः स्मरणम् इति भवति वाक्यम्. स्मृतिः स्मरणम् इति विग्रहवाक्यं भवति. किमर्थम् इति चेत् अत्र स्मृतिः स्मरणम् अत्र भावार्थम् एव खलु. यदि करोति इति पदं प्रयोगं कुर्मः, करोति इति तिङन्तपदेन कर्ता उक्ता अस्ति खलु, अभिहितमस्ति, भावः न उक्तः. क्रियते इति वदामश्चेत् तत्र कर्म उक्तः भवति, केवलं भावः. क्रियते इति भावार्थे अपि वाक्ये भवितुमर्हति, किन्तु क्रियते इति विग्रहवाक्यं वदामश्चेत् तत्र कर्म उक्तः भवति. किन्तु अस्माकं विवक्षा अस्ति केवलं भावः वक्तव्यः इति. तर्हि तादृशसन्दर्भेषु एतादृशं वक्तव्यमस्ति. स्मृतिः स्मरणम् इति भवति विग्रहवाक्यं, भावार्थप्रत्ययः अस्ति। अस्तु समीचीनम्। इतोपि प्रश्नः अस्ति वा महोदय? प्रश्नः नास्ति, परन्तु केवलं किञ्चित् विषयान्तरं भवेत्। भवतु वदतु। मम कृते किञ्चित् प्रत्ययानां विषये किमपि पुस्तकम् अथवा करपत्रम् अथवा किमपि अस्ति वा यत्र अहं गत्वा तस्य अभ्यासं कर्तुं शक्नुमः इति, शक्नोमि इति? कीदृश इत्युक्ते प्रत्ययानां विषये इत्युक्ते किम् अपेक्षति भवान्? सर्वे प्रत्ययानां विषये यः कोऽपि अत्र तद्धितप्रत्ययः अस्ति, कृदन्तप्रत्ययः अस्ति, अत्र तिङन्त अथवा तिङन्तप्रत्ययानां विषये मास्तु, परन्तु अन्यत् ये सर्वे प्रत्ययाः सन्ति तेषां विषये मम जिज्ञासा। न, तादृशकरपत्रं नास्ति, किन्तु तस्मिन् विषये किञ्चिदिव अहं वदामि इदानीमेव। अत्र अष्टाध्यायी प्रवेशः इति अन्यद्वर्गं मया चाल्यते। अहं शृणोमि तत् रेकार्डिङ्ग्। अहं प्रायः तत्र एतदुक्तं, तस्य पुनस्मारणम् इदानीं किञ्चिदिव करोमि अहम्। इत्युक्ते पञ्चवृत्तयः इति सन्ति, वृत्तिः पञ्चवृत्तयः इति सन्ति। तत्र कृत् वृत्तिः, तद्धितवृत्तिः, किं समासवृत्तिः, तदनन्तरम् एकशेषवृत्तिः, इतोपि एकमस्ति खलु, कोऽपि स्मारयति वा माम्? एकनिमिषम्, इदानीमेव वदामि। कृत्वृत्तिः, तद्धितवृत्तिः, समासवृत्तिः, सनाद्यन्तधातुवृत्तिः, सनाद्यन्तधातुवृत्तिः, सनादिवृत्तिः, अनन्तरम् एकशेषवृत्तिः इति पञ्चवृत्तयः सन्ति व्याकरणे। अपि च वृत्तिः इत्यनेन इदानीं धातोः परे कृत् प्रत्ययं योजयामश्चेत् प्रातिपदिकं लभ्यते, यथा इदानीम् अस्माभिः चिन्तितम्। अत्र नूळ् इति प्रत्ययः अस्ति, पच् योगः नूळ् इति स्थितौ पाचक इति प्रातिपदिकं लभ्यते, कृत्तद्धितसमासाश्च इत्यनेन तस्य प्रातिपदिकसंज्ञा जायते। तर्हि इदानीं प्रातिपदिकमस्ति, प्रातिपदिकस्य अर्थः कः इति वक्तव्यं, प्रातिपदिकस्य अर्थः कः इति वक्तव्यम्। प्रातिपदिक तत्र धातोः अर्थः अस्ति, अपि च तस्मादुपरि प्रातिपदिकस्यापि भिन्नः अर्थः अस्ति। तद्वादुपरि यदा सुप्रत्ययस्य योजनं कुर्मः, इतोपि इत्युक्ते प्रत्ययाः अर्थपोषणं कुर्वन्ति, शब्दस्य अर्थपोषणं कुर्वन्ति सर्वत्र। अतः एव प्रथमाविभक्तिविधायकसूत्रं यदस्ति, किं प्रातिपदिकलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रम् इति सूत्रमस्ति। प्रातिपदिकार्थे प्रथमा इत्युक्ते प्रातिपदिकार्थमात्रे प्रथमा इति एकविध अर्थं तत्र सूत्रस्य अर्थं स्वीकरणीयं। प्रातिपदिकस्य यः अर्थः अस्ति तम् अर्थमेव बोधयितुं प्रथमाविभक्तेः प्रयोगः क्रियते इति, इत्युक्ते रामः इति सुबन्तशब्देन, सुबन्तशब्दस्य अह कः अर्थः इति चेत् राम इति प्रातिपदिकस्य यः अर्थः अस्ति तदेव अर्थः। अस्तु, राम इति प्रातिपदिकं कथं लब्धम् इति चेत् रम् इति धातुः, तस्मादुपरि घञ् इति कृत् प्रत्ययः, घञ् इति प्रत्ययः ङित् अस्ति इति कृत्वा अत्र अत उपादायाः इति सूत्रेण वृद्धिः भवति। अतः राम योगः अ राम इति भवति। अस्तु, इदानीं घञ् प्रत्ययस्य अर्थः कः? इदानीं राम इति कृद्वृत्तिः अस्ति खलु, कृदन्तप्रातिपदिकमस्ति, तस्य अर्थः कः, कस्मिन्नर्थे अत्र घञ् प्रत्ययं योजितम् इति चेत् अधिकरणार्थे योजितमस्ति, रमते अस्मिन् योगिनः इति राम इति भवति अधिकरणार्थे। तर्हि कृप्रत्ययं योजयित्वा यत् प्रातिपदिकं लभ्यते तस्य अर्थः वक्तव्यः, यथा समासस्य इदानीं समस्तपदं कुर्मश्चेत् कृत् तद्धितसमासाच्च इत्यनेन समस्तपदस्यापि प्रातिपदिकसंज्ञा अस्ति, तत्र विग्रहवाक्यं वदामः खलु, सत्यं रामकृष्ण इति अस्ति, तर्हि रामकृष्ण इत्यस्य विग्रहवाक्यं किम् इति चेत् रामश्च कृष्णश्च, रामकृष्णौ इति भवति, रामकृष्णौ द्वन्द्वसमासः इति यथा विग्रहवाक्यं वदामः तदा अत्र तद्धितप्रत्ययस्य योजनेनापि विग्रहवाक्यं वक्तव्यं, कृप्रत्ययं योजनेन कृप्रत्ययस्य योजनेनापि विग्रहवाक्यं, सर्वत्र विग्रहवाक्यम् अस्ति एव. तर्हि इदानीं यथा मया उक्तं पाचकः इति अस्ति, तर्हि पाचक इति नूल् प्रत्ययान्तशब्दस्य विग्रहवाक्यं किम्? पाचक इति कृत्वृत्तेः विग्रहवाक्यं किम् इति चेत् पचनं करोति इति पाचकः इति भवति. अत्र करोति इति प्रयोक्तव्यं, किमर्थमित्युक्ते करोति इति अत्र कर्तरि अर्थे तिङ्प्रत्ययस्य योजनं कृतं खलु, कर्तरि अर्थे तिङ्प्रत्ययस्य योजनं कृतम्, कर्तरि शप् सार्वधातुके इत्यनेन तिंशत् सार्वधातुकं तत्र कर्तरि अर्थे तिङ्प्रत्ययस्य योजनं कृत्वा कृतम् इति इत्यतः एव तत्र शप् इत्यस्य विधानं भवति, न करोति इत्यत्र शप् शप् शपः भवति वा, भवतु कृति धातुः अस्ति तर्हि तत्र भिन्न प्रत्ययः भवति वा इति तादृशचिन्तनमिदानीं मास्तु, किन्तु कर्तरि अर्थे अत्र करोति इति तिङन्तपदेन कर्ता अभिहितः अस्ति, अपि च अस्माकं विवक्षा इदानीं विग्रहवाक्ये कर्ता एव उक्तः अस्ति, पाचक कर्तरि अर्थे नूल् प्रत्ययस्य प्रयोगः कृतः इति कृत्वा करोति इति वक्तव्यम्. अस्तु, इदानीं यदि कर्मार्थे कश्चन प्रत्ययः विहितः अस्ति तादृशप्रत्ययः कोऽपि वदति वा, कर्मार्थक कृत्प्रत्ययः इति प्रत्ययः स्वीकुर्मः, प्रत्ययः अस्ति खलु, क्त इति प्रत्ययः कर्मार्थे सामान्यतया कर्मार्थे भवति. अस्तु, क्त इति प्रत्ययः एकनिमिषम्, भावकर्मार्थे तयोरेव कृत्यर्थकलक्ताः इति सूत्रमस्ति, तयोरेव कृत्यर्थकलक्ताः इति सूत्रेण भावार्थे कर्मार्थे च त इति प्रत्ययस्य विधानं भवति. तर्हि यदा त इति प्रत्ययस्य विधानं भवति अत्र वाक्यं भवति उदाहरणवाक्यमस्ति भुक्तः ओदनः भवता, भुक्तः ओदनः भवता, अत्र तप्रत्यय भुक्त इति कृदन्तपदमस्ति, कृदन्तपदं नास्ति कृद्वृत्तिः अस्ति, तस्य विग्रहवाक्यं कथं वक्तव्यम् इति चेत् भुज्यते इति भुक्तः इति भुज्यते इति भुक्तः इति वक्तव्यम्. अत्र किमर्थं भुज्यते इति पदं प्रयुक्तम् अत्र पूर्वमपि किञ्चित् परिष्करणीयमस्ति, मया अनन्तरं करोमि. भुज्यते इति भुक्त इति भवति, किमर्थम् अत्र भुज्यते इति मया उक्तम् इति चेत् इदानीं कर्मार्थे तप्रत्ययः प्रयुक्तः अस्ति खलु, अतः भुज्यते इति तिङन्तपदं कर्म कर्म कर्म भुज्यते इत्यनेन कर्म उक्तः अस्ति, तर्हि भुज्यते इति भुक्तः इति भवति वाक्यं। पाचकः इत्यत्रापि भिन्नरीत्या वक्तव्यं, पचते इति पाचकः इति भवति वाक्यं, पचते न पचति, क्षम्यतां, पचति इति पाचकः। अस्तु, बहु काल किञ्चित् काल कालान् कालम् अनन्तरम् एतादृशचिन्तनं मया क्रियते इति कृत्वा किञ्चित् क्लेशः भवति। अस्तु, इदानीं समीचीनतया वदामि, पचति इति पाचकः, पाचक इति कृत् वृत्तेः विग्रहवाक्यं कथं वक्तव्यम् इति चेत् पचति इति पाचकः इति भवति। किमर्थं पचति? अत्र ति इति प्रत्ययेन कर्ता उक्तः अभिहितः अस्ति इति कृत्वा पचति इति पाचकः इति भवति। अस्तु, अत्र पच् धातोः न, अत्र बुक् बुक् दा भुज् धातुः स्वीकृतं खलु, भुज्यते इति भुक्तः इति भवति। तर्हि भुज्यते इत्यनेन कर्म उक्तः अस्ति, कर्मार्थे अत्र भावकर्मणोः इत्यनेन आत्मनिपरिप्रत्ययानां विधानं भवति। तर्हि भुज्यते इत्यनेन कर्म उक्तः अस्ति इति कृत्वा। अस्तु, तर्हि इदानीं यदि भावार्थे तप्रत्ययः प्रयुक्तः अस्ति तदा कथं वक्तव्यम् इति चेत् अत्र किं प्रत्ययं योजयित्वा वाक्यं वक्तव्यम्? अस्तु, इदानीं भावार्थे भवता भुक्तः इति वाक्यं स्वीकुर्मः, केवलं भवता भुक्तः, किं भुक्तः इति न उक्तं। तर्हि अत्र भावार्थे कर्म कर्मण उक्तः अस्ति खलु, तर्हि भावार्थे तप्रत्ययः प्रयुक्तः अस्ति, भवता भुक्तः। तर्हि अत्र भुक्तः इति पदं भावार्थे प्रयुक्तमस्ति इति कृत्वा अत्र कथं वक्तव्यम् इति चेत् भुक्तिः भुक्तः इति भवति भावार्थे यदि पदं प्रयुक्तं, नो चेत् अत्र भोजनम् इति स्वीकुर्मः, ल्युट् प्रत्ययं स्वीकुर्मः, भुज् धातोः ल्युट् प्रत्ययं योजयित्वा भोजनम् इति भवति खलु, अद्य भोजनं समीचीनमस्ति इत्यस्मिन् वाक्ये भोजनम् इति पदं भावार्थे प्रयुक्तमस्ति। तर्हि अत्र भोजनम् इति पदस्य वृत्ति विग्रहवाक्यं कथं भवति इति चेत् भुक्तिः भोजनम् इति वक्तव्यं भवति। तर्हि यत्र यत्र भावार्थे कश्चन प्रत्ययस्य योजनमस्ति तत्र एतादृशं वक्तव्यं, अन्यत् भावार्थप्रत्ययं योजयित्वा। तत्र सामान्यतया तत्र शास्त्रीपादैः एवं मया उक्तं, मह्यम् उक्तं, किम् अत्र किं प्रत्ययं योजयित्वा वदामः इति, तर्हि भुक्तिः भोजनम् इति भवति तत्र विग्रहवाक्यम्। भुज् इति धातुः किं, कस्मिन् अत्र एकमेव धातुं स्वीकृत्य वक्तुम् इच्छामि अहम्, भुज् इति धातुः, एकनिमिषम्, भुज् इति धातुः तुदादिगणीयधातुः अस्ति, अकर्मकधातुः अस्ति, तर्हि भुजति न, तत्तु भिन्नधातुः अस्ति, अत्र भुञ्ज् इति भवति खलु धातुः, रुदादिगणे अस्ति महोदय, धातु कः, भुज् इति धातु रुदादिगणे अस्ति, बुणक्ति बुणक्तः भुञ्जा, भुज् भुज् एव, भुञ्ज् भुञ्ज् वा भुज् वा, भुञ्ज् भुजं भुजं कुत्र अस्ति, अनुस्वारः जकारः लब्धं, लब्धं महोदय, भुजं लब्धं, लब्धु लब्धं लब्धं रुदादिगणीयधातुः अस्ति हा अस्तु सकर्मकधातुः अस्ति अनिट् धातुः अस्ति भवतु उभयपदी धातुः अस्ति तर्हि यदा कर्मार्थे अस्तु इदानीं भोजकः भुज् धातोः नुवल् प्रत्ययं योजयित्वा भोजक इति प्रातिपदिकं सिद्ध्यति तर्हि तस्य विग्रहवाक्यं किम् इति चेत् भुनक्ति इति भोजकः इति भवति इत्युक्ते भुनक्ति इति लट्लकारप्रथमपुरुष एकवचनरूपमस्ति तेन कर्ता अभिहितः अस्ति इति कृत्वा भुनक्ति इति भोजकः इति भवति वाक्यम् अस्तु कर्मार्थे वक्तव्यं चेत् तत्र किं भवति भुङ्क्ते इति न भवति किमर्थम् इत्युक्ते तत्र भुज् भुज्यते इति भवति भुज्यते कर्मार्थे इदानीम् अन्यत् किमपि प्रत्ययमस्ति वा तप्रत्ययं विहाय अस्तु अनियर् प्रत्ययं स्वीकुर्मः हा भोजनीयं किन्तु अनियर् प्रत्ययः इदानीं भावार्थे अपि च कर्मार्थे द्वयमपि भवति खलु तव्यत् प्रत्ययः तदपि तदेव भावकर्मार्थे भवति तयोरेव कृत्यर्थकलर्थाः इति सूत्रेण अस्तु अत्र केवलं प्रदर्शनमस्ति खलु तर्हि अनियर् प्रत्ययमेव स्वीकुर्मः भोजनीयं भोजनीय इति प्रातिपदिकस्य विग्रहवाक्यं कथं भवति इति चेत् यदि कर्मार्थे अस्ति तर्हि इत्युक्ते वाक्यम् एवं भवति भोजनीयः भोजनीयं भक्षणम् इति स्वीकरोतु भोजनीयं भक्षणं तत्र भोजनीय इति प्रातिपदिकस्य विग्रहवाक्यं कथं भवति इति चेत् भुज्यते इति भोजनीयम् इति भवति भुज्यते इति भोजनीयम् इति भवति यदि भावार्थे अस्ति तर्हि अत्र अन इति प्रत्ययः अस्माकं ल्युट् प्रत्ययः अस्ति खलु भोजनम् अत्र भुक्तिः भोजनम् इति वक्तव्यं भुनक्ति इति भोजकः भुज्यते इति अत्र भुज्यते इति भोजनीयम् इति अपि वक्तुं शक्यते यदि कर्मार्थे अस्ति अपि च भुक्तिः भोजनम् इति विग्रहवाक्यं भवति एवमेव सनादिप्रत्ययानां तद्धितप्रत्ययानां विग्रहवाक्यं वक्तव्यं भवति सर्वत्र अस्तु मया प्रतिपादितं वा नो चेत् भ्रमः कृतः वा इति न जाने मेवल् महोदय न भ्रमः न कृतं परन्तु अहम् एतत् सर्वं सम्यक्तया न जानामि परन्तु तदेव मम जिज्ञासा अस्ति अतः अहं पृष्टवान् अस्तु अस्तु तर्हि अग्रिमवर्गे अस्तु इदानीं प्रतिविज्ञायाः सम्पूर्णचिन्तनं कृतं वा अस्तु किं कुर्मः अग्रिमवर्गे अपि किञ्चित् अस्मिन् विषये किञ्चित् किं सिद्धतां कृत्वा अहं वदामि पञ्चवृत्तेः के कथं वा विग्रहवाक्यं भवति इत्युक्ते अहं जानामि किन्तु यदा अहं मया पाठनीयं तर्हि किञ्चित् सिद्धता मया करणीया अस्ति आम् आं सत्यं सत्यं तर्हि किमपि करपत्रम् अथवा पुस्तकं किमपि अस्ति चेत् सम्यक् अवगमनं भवति इति अहं मन्ये अस्तु अहम् अत्र पी डि एफ़् एकमस्ति तत् प्रेषयिष्यामि दृष्ट्वा प्रेषयिष्यामि तदपि अहं पठित्वा अहम् आगच्छामि अतः सम्यक् अवगमनं भवति यदि पूर्वे यदि एव पूर्वे पठनं भवति चेत् इति अहं मन्ये अस्तु अहं किं करोमि अपि च एकं स्प्रेड्शीट् मया स्थापितमस्ति तस्य लिङ्क् अपि अहं प्रेषयिष्यामि एतत् सर्वम् अस्माकं वाट्साप् गणे एव स्थापय तर्हि सर्वैः लभ्यते समीचीनं समीचीनं धन्यवादः अस्तु अपि च अग्रिमवर्गे अस्मिन्नेव विषये किञ्चित् चिन्तनं कृत्वा अपि च एतावत् यत् अस्माभिः पठितं तत्र किमपि सन्देहाः सन्ति चेत् तत् समीचीनतया एकवारं पुनश्चिन्तनं कुर्मः. तदनन्तरम् आगामिभानुवासर आरभ्य अग्रे गच्छेम अनुभवः इत्यस्मिन् विषये प्रत्यक्षम् इत्यस्मिन् विषये पाठनम् अग्रे गच्छति. अत्र स्थगयामः. सर्वेभ्यो नमस्कारः. धन्यवादाश्च. धन्यवादः.